पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 53 द्विज उवाच तुलाधारस्य चरितं प्रभावमतुलं प्रभो वक्तुमर्हस्य शेषेण यदि मय्यस्त्यनुग्रहः श्रीभगवानुवाच सत्यभावादलोभाच्च दद्याद्यो वै त्वमत्सराद नित्यं यज्ञशतं तस्य सुनिष्पन्नं सुदक्षिणम् सत्येनोदयदे सूर्यो वादिवादस्तथैव च न लङ्घये समुद्रस्तु वेलां कूर्मोद्धरां तथा सत्येन लोकास्तिष्ठन्ति सर्वे च वसुधाधराः सत्यात् भ्रष्टोदयः सत्त्वोऽप्यधोवासि भवेद्ध्रुवम् सत्यवाचिरदोधस्तु सत्यकार्यरतः सदा स शरीरेण स्वर्गलोकमागत्याच्युततां व्रजेत सत्येन मुनय सर्वे मां च गत्वा स्थिरं गताः सत्याद्युधिष्ठिरो राजा सशरीरो दिवं गतः सर्वशत्रुगणं जित्वा लोको धर्मेण पालितः अकरोच्चमखं शुद्धं राजसूयं सुदुर्लभम् चतुरशीतिसहस्राणि ब्राह्मणानां च नित्यशः भोजये द्रुग्मपात्रेषु राजोपकरणेषु च भोजयित्वोपकरणांस्तेभ्यो दत्त्वा विसर्जयेद् यदभीष्टं द्विजादीनामदोऽन्यदापयेद्धनम् अदरिद्रं तदो ज्ञात्वा द्विजव्यूहं परित्यजेत् तथैव स्नातकानां तु सहस्राणि तु षोडश नित्यं सम्भोजयेद्राजा सत्येनैव विमत्सरः अधिष्ठन्त गृहे पूर्वं चिरं तस्य जिगीषया जिदं तेन जगत्सर्वं प्राणानुग्रहकारणात् सत्येन चासुरो राजा बलिरिन्द्रो भविष्यति पादालस्तस्य तस्यैव भूयस्तिष्ठामि वेश्मनि निरन्तरं च तिष्ठामि स्वान्दे पुण्यैककर्मणः यदा पुरा मया बद्धो दैत्ययोनिर्विमोक्षणाद तलं चैवामरत्वं हि शक्रत्वं प्रददाम्यहं हरिश्चन्द्रो नृपसत्यात्सवाहनपरिच्छदः स्वशरीरेण शुद्धेन सत्यलोके प्रतिष्ठितः राजानो बहवश्चान्ये ये च सिद्धा महर्षयः ज्ञानिनो यदयश्चैव सर्वे सत्येच्युदा भवन् तस्मात् सत्यरदो लोके संसारोद्धरणक्षमः तुलाधारो महात्मा वै सत्यवाक्ये प्रतिष्ठितः लोके तत्सदृशो नास्ति सत्यवाक्यस्य कारणात् अश्वमेधसहस्रेण सत्यं तु तुलया धृतम् अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते सर्वं सत्याद्भवेत्साध्यं सत्यो हि दुरधिक्रमः सत्यवाक्येन साधेनुर्बहुला स्वर्गगामिनी सर्वं राष्ट्रं समाधाय पुनरावृत्तिदुर्लभा तथायं सर्वदा साक्षी मृषा नास्ति कदाचन बह्वर्कमल्पमर्कं चक्रयविक्रयणे सुधीः सत्यवाक्यं प्रशस्तं च विशेषात् साक्षिणो भवेद् साक्षिणः सत्यमुक्त्वा च अक्षयं स्वर्गमाययुः वावदूकसभां प्राप्य सत्यं वदति वाक्पदिः स यादिब्रह्मणो गेहं यज्ञैरन्यैश्च दुर्लभं सभायां यो वदेत् सत्यमश्वमेध फलं लभेद लोभाद्वेषान्मृषोक्त्वा च रौरवं नरकं व्रजेद सर्वसाक्षी तुलाधारो जनानां शूर एव च विशेषाल्लोभसंत्यागान्नागे निर्जरतां व्रजेद कश्चिच्छूद्रो महाभागो न लोभे वर्तते क्वचिद् वृत्तिशाकेन दुःखेन तथा शिलोञ्छदो भृशं जर्जरं वस्त्रयुग्मं च करौ पात्रे च सर्वदा सतापि लाभविरहो न परस्वं गृहीतवान् तस्य जिज्ञासयैवाकं गृहीत्वा वस्त्रयुग्मकम् अवकोडे नदीतीरे स्थितः संस्थाप्य सादरं सदृष्ट्वा वस्त्रयुग्मं तन्न लोभे कुरुते मनः इतरस्य परिज्ञाय तत्क्षान्त्या स्वगृहं ययौ ततो विचिन्तयित्वा तु हृदा स्वल्पमिति द्विज उदुम्बरं हेमगर्भं मया तत्रैव पातितं किङ्करे च नदीतीरे विकोणे जनवर्जिते तस्य या तस्य देशे तु दृष्टं तेन तदद्भुतम् अलं विधानमेतत्तु कृत्रिमं चोपलक्ष्यते ग्रहेण वाधुना चास्य अलोभं नष्टमेव मे अस्यैव रक्षणे कष्टमहङ्कारपदं त्विदं यतो लोभस्ततो लाभो लाभाल्लोभः प्रवर्तते लोभग्रस्तस्य पुंसश्च शाश्वतो निरयो भवेद् यदि नो विगुणं वित्तं यदा वेश्मनि तिष्ठति तदा मे दारपुत्राणामुन्मादो ह्युपपद्यते उन्मादात् कामसंजातविकारान्मदिविभ्रमः भ्रमान्मोहोऽप्यहङ्कारः क्रोधलोभावदः परम् येषां प्रजुरभावा च तपः क्षयं गमिष्यति क्षीणे तपसि वर्तन्ते पङ्गाश्चित्तप्रमोहकाः तैश्च शृङ्खलयोगैश्च बद्धो नैवोद्धृतिं व्रजेत एतद्विमृश्य शूद्रोऽसौ परित्यज्य गृहं गतः स्वस्था देवा मुदा तत्र साधु साध्विति चाब्रुवन् निर्ग्रन्थिरूपमादाय तस्यान्तिकगृहं तथा गत्वाहं दैवसंवादमवदम्भूतवर्तनं तदोऽभ्यासप्रसङ्गाच्च जनानां च परि प्लवाद तस्य योषा तदागत्य पप्रच्छ दैवकारणं तदोहमवदं तस्य यद्वा चेदोगदं द्रुतम् निभृतोऽध निनादस्य कारणं कथितं मया हृद्गदम्पतिना तेद्यविधिना दत्तमज्ञवद परित्यक्तं महाभागे पुनर्नास्तीहते वसु यावज्जीवति दौर्विध्यं तस्य भोक्ता न संशयः गच्छमादर्गृहं शून्यमलब्धं तत्प्रपृच्छतं श्रुत्वा तद्वै शिवं सा च वचनं पत्युरन्तिके गत्वा प्रोवाच दुर्वृत्तं तच्छ्रुत्वा विस्मयं गदः स विञ्चिन्त्य तया सार्ध मागतोऽसौ ममान्तिकं निभृतं मामुवाचेदं क्षपणत्वं च कीर्तय क्षपणङ्ग उवाच चाक्षुषं चिरसं शुद्धं हेलया तृणवत्कथं त्वया त्यक्तं यतस्ताद नास्ति भाग्यमकण्टकम् ऐश्वर्यमतुलं शौर्यं शीर्यदे भावुकं पुनः स्वबन्धूनां मह दुःखं मा जन्ममरणान्तिकं द्रक्ष्यसे चात्मना नित्यं मृतानां या गतिर्ध्रुवं तस्मात्तत् गृह्यतां तूर्णं भुङ्क्ष्व भोग्यमकण्टकम् ऐश्वर्यमधुलं शौर्यं लोकानां विस्मयं वरम् शूद्र उवाच न मे वित्ते स्पृहा चास्ति धनं संसारवागुरा तद्विद्धौ पतितो मर्त्यो न पुनर्मोक्षकं व्रजेद शृणु वित्तस्य यद्दोषमिह लोके परत्र च भयं चोराच्चज्ञादिभ्यो राजभ्यस्तत्करादपि सर्वे जिकांसवो मर्त्याः पशु मत्स्यविविक्किराः तथा धनवदां नित्यं कथमर्थाः सुखावहाः प्राणस्यान्तकरो ह्यर्थः साधको दुरितस्य च कालादीनां प्रियं गेहं निदानं नुर्गदेः परम् क्षपणक उवाच यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः कुलं शीलं च पाण्डित्यं रूपं भोग्यं यशःसुखम् धनेन दुविहीनस्य पुत्र दारोचितस्य च कथं मित्रं कथं धर्मं दीनानां जन्मनः कथं सत्त्वादिकृदुकार्यं च पुष्करिण्युपकारकं दानं नाकस्य सोपानं निःस्वस्य च न सिद्ध्यति व्रतकार्यस्य रक्षा च धर्मादिश्रवणं भृशं पितृयज्ञादितीर्थं च निर्वृत्तस्य न सिद्ध्यति तथा रोगप्रतिकारपद्यमौषधसञ्चयं रक्षणं विग्रहश्चैव शत्रूणां विजयो ध्रुवं स्त्रीणां च जन्मना वार्ता वसु योगेन लभ्यते भूतभव्यप्रवृत्तानां सुकृतं दुष्कृतं च यद् तस्माद् बहुधनं यस्य तस्य भोग्यं यदृच्छया स्वर्गं वितरणादेव लप्स्यसे ह्यचिरादिदः शूद्र उवाच अकामाच्च व्रतं सर्वम् अक्रोधात्तीर्थसेवनं दया जप्य समाशुद्धं सन्तोषो धनमेव च अहिंसा परमा सिद्धिशीलोञ्च वृत्तिरुत्तमा शाकाहार सुधातुल्य उपवासः परन्तप सन्तोषो मे महाभोग्यं महादानं वराटकं मातृवत्परदाराश्च परद्रव्याणि लोष्टवद परदारा भुजङ्गाभाः सर्वयज्ञ इदं मम तस्मादेनं न गृह्णामि सत्यं सत्यं गुणाकर प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वरम् इत्युक्ते दुनरश्रेष्ठ पुष्पवर्षं पपातः मूर्ध्रिदेशे तनौ तस्य सर्वदेवेरिदं द्विज देवदुन्दुभयो नेदुर्नृत्यां त्यप्सरसां गणः जगुर्गन्धर्वपदयो विमानं चाप तद्दिवः ऊजुर्देवगणास्तत्र विमानमिदमारुह सत्यलोकं समासाद्य भुङ्क्ष्वभोग्यं महेन्द्रवद सङ्ख्यातेनापि वर्तेद भोग्यकालस्य धार्मिक इत्युक्तेषु च देवेषु शूद्रो वचनमब्रवीद कथं निर्ग्रन्थकस्यास्य ज्ञानं श्रेष्ठास्य भाषणं किं वा हरिहरौ ब्रह्मा किं वा शक्रो बृहस्पतिः किं वा मच्चलनादेव साक्षाद्धर्म इहागतः इत्युक्ते क्षपणश्चासौ स्मितो वचनमब्रवीद विज्ञातुं चैव वो धर्ममहं विष्णुरिहागतः विमानेन दिवं गच्छ स कुटुम्बो महामुने मत्प्रसादाच्च युष्माकं सदैव नवयौवनं भविष्यति महाप्राज्ञ भाग्यानन्द्यं प्रलप्स्यथ दिव्याभरणसंयुक्ता दिव्यवस्त्रोपशोभिताः गदास्ते सहसा नागं सर्वैर्बन्धुजनैर्वृताः एवं द्विजवरश्रेष्ठ लोभत्यागाद्ययुर्दिवं तुलाधारस्तथा धीमान् सत्यधर्मप्रतिष्ठितः येन जानाति तद्वृत्तं देशान्तरसमुद्भवं तुलाधारसमो नास्ति सुरलोके प्रतिष्ठितः तस्मात्त्वमपि भूदेव समं गत्वा दिवं व्रज य इदं शृणुयान्मर्त्यः सर्वधर्मप्रतिष्ठितः जन्मजन्मार्जितं पापं तत्क्षणात् तस्य नश्यति सकृत्पठनमात्रेण सर्वयज्ञफलं लभेद लोकानां पुरदो विप्र देवानामर्च्यतां व्रजेद इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे शूद्रस्यालोभाख्यानं नाम त्रिपञ्चाशत्तमोऽध्यायः ॐ